नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतं। नूतनपाठः निश्चयेन हरन्तदातवः इति, तस्मात् पठामः। किञ्चित् यत् प्रथममस्ति तत्तु पुनःस्मरणमेव, परन्तु वयं पठामः, बहुदिनेभ्यः न पठितवन्तः इति। श्रूयते किल सम्यक्तया? हा, सम्यक् श्रूयते। स्वागतं भगिनि। रघुपतिमहोदय पठति वा? 16 अस्तु। जुहोत्यादिगणे चतुर्विंशतिदातवः सन्ति, तेषु षोडशदातवः अजन्ताः, अष्टदातवः हलन्ताश्च। षोडश अजन्तदातवः अस्माभिः पूर्वमेव परिशीलिताः, अधुना अष्टहलन्तदातवः द्रष्टव्याः। अस्माभिः ज्ञातं यत् यथा सर्वेषु गणेषु कर्तृत्वके सार्वधातुकप्रत्यये परे कर्तरि शप् इत्येन शप् विहितः अस्ति। न श्रूयते वा? न श्रूयते वा? न श्रूयते वा? भवन्तः श्रोतुं शक्नोति वा महोदयस्य ध्वनिः? अहं न शृणोमि। सम्यक् एव, सम्यक् एव, हियर् महोदय, सम्यक् एव। इदानीं पुनः इदानीं श्रूयते वा भगिनि? इदानीं श्रूयते महोदय, इदानीं श्रूयते। अस्तु, ज्योत्यादिगणे चतुर्विंशतिदातवः सन्ति, तेषु षोडशदातवः अजन्ताः, अष्टदातवः हलन्ताश्च। अजन्तदातवः अस्माभिः पूर्वमेव परिशीलिताः, अधुना अष्टहलन्तदातवः द्रष्टव्याः। अस्माभिः ज्ञातं यत् यथा सर्वेषु गणेषु कर्तृत्वके सार्वधात्कप्रत्यये परे कर्तरि शप् इत्यनेन शप् विहितः अस्ति, तदा जुहोत्यादिगणे जुहोत्यादिभ्यः श्लुः इत्यनेन शपः श्लु इत्युक्ते लोपः भवति, अतः जुहोत्यादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते। वयं जानीमः तत्र चतुर्विंशतिदातवः सन्ति, तेषु अष्टदातवः एव हलन्तदातवः, तेषां परिशीलनम् इदानीं भविष्यति। जुहोत्यादिप्यश्लु इत्यनेन तत्र शपः लुक् भवति, तत्र ज्योत्यादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप् प्रत्ययस्य श्लु लोपः भवति। अनुवृत्तिसहितसूत्रमस्ति जुहोत्यादिभ्यः शपः श्लु। अत्र अग्रे पठामि वा भगिनि? अस्तु, परिचितम्। अत्र प्रश्नः उदेति यत् लुप् श्लु इत्यनयोः भेदः कः? द्वाभ्यां प्रत्ययस्य अदर्शनम् इति तु अस्ति, लोपः इत्युक्ते प्रत्ययः अदृष्टः, परन्तु अदृष्टे सत्यपि कार्यक्षेत्रे लुप्तस्य प्रभावः तदानीमपि अस्ति। एतदर्थं सूत्रम् अस्ति प्रत्ययलोपे प्रत्ययलक्षणम् इति। तस्य प्रत्ययलोपे प्रत्ययलक्षणम् इति परिभाषासूत्रमस्ति प्रथमाध्यायस्य प्रथमपादस्य द्विषष्टितमं सूत्रमस्ति। प्रत्यये लुप्ते सति प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्। प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन् प्रत्ययलोपे प्रत्ययस्य लक्षणनिमित्तं यस्य तत् प्रत्ययलक्षणं बहुव्रीहिः। सूत्रं स्वयं सम्पूर्णं प्रत्ययलोपे प्रत्ययलक्षणम् इति। लोपस्य अपि च श्लू इत्यस्य क्षम्यतां लुप् श्लू इत्यनयोः भेदः कः इति इति अस्ति। तत्र प्रत्ययलोपे प्रत्ययलक्षणं लुप् नास्ति वा? लुप् अस्तु। प्रत्ययलोपे यदा प्रत्ययलोपः भवति तदा यद्यपि न दृश्यते, परन्तु तस्य यत् कार्यमस्ति तद् भवति एव इति प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रं वदति। तर्हि प्रत्ययलुप्ते तदाश्रितं कार्यं भवति, श्लू न तथा। प्रत्ययस्य श्लू भवति चेत् न केवलं प्रत्ययः गच्छति अपि तु तदाश्रितं कार्यमपि न स्यात्। तद्विधायकसूत्रमस्ति न लुमताङ्गस्य इति। तत्र लानुमताङ्गस्य इति प्रत्ययलोपि प्रत्ययलक्षणम् इत्यस्य अपवादसूत्रमस्ति न उप न लुमताङ्गस्य इति। अग्रिमसूत्रमस्ति त्रयो त्रिषष्टितमं सूत्रमस्ति नलुमताङ्गस्य यस्मिन् शब्दे लु अस्ति तेन शब्देन प्रत्ययादर्शं विहितं चेत् सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात् लुः अस्य अस्ति इति लुमान् तेन लुमता न अव्ययपदं लुमता तृतीयान्तम् अङ्गस्य षष्ट्यन्तं त्रिपदविदं सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य पूर्णतया अनुवृत्तिः अनुवृत्तसहितसूत्रमस्ति लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न इति ये अस्तु यस्मिन् शब्दे लु इति अस्ति चेत् लु इति शब्दः अस्ति चेत् तद् लुमान् भवति अतः तत्र यदि प्रत्ययलक्षणं लुमता प्रत्ययलोपं कृतं चेत् तर्हि अङ्गस्य प्रत्ययलक्षणं न तिष्ठति इति प्रत्ययप्रत्यक्षं न भवति इति अस्ति अस्मिन् सूत्रे लुमता लुमत् इति प्रातिपदिकस्य तृतीया विभक्त्यन्तं रूपं लुमता अस्तु लुमता प्रत्ययलोपे लुमता इति तत्र अस्तु तृतीयविभक्तिरूपमस्ति इदं मतु प्रत्ययान्तं प्रथमविभक्तौ लुमान् मतु प्रत्ययस्य अर्थः अस्ति अर्थः अस्य अस्मिन् वा यथा बुद्धिमान् इत्युक्ते बुद्धिः अस्य अस्मिन् वा स बुद्धिमान् तर्हि लु अस्य अस्मिन् वा सः लुमान् व्याकरणे त्रयः लुमन्तः सन्ति लुक् श्लु लुप् चेति इदं सूत्रं वक्ति यत् येन अदर्शनं भवति सः लुमान् अस्ति चेत् प्रत्ययलोपे प्रत्ययलक्षणं न भवति इति अनुवृत्तस्य सूत्रमस्ति यदा लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न इति अतः न लुमताङ्गस्य इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य बाधकसूत्रमस्ति तर्हि अत्र सारांश एवं यत् श्लू इत्यनेन कस्यचित् प्रत्ययस्य अदर्शनं भवति चेत् यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुमर्हति इति अस्ति अत्र अत्र श्लू इत्यनेन तत्र लुमान् अस्ति श्लू इति अतः तेन यदि लोपः भवति चेत् तत्र प्रत्ययलोपे प्रत्ययलक्षणं न भवति इति लुमता यदि प्रत्ययलोपः लुमता क्रियते तदा अङ्गस्य प्रत्ययलक्षणं न भवति तर्हि अङ्गकार्यं यदि प्रत्ययस्य निमित्त अङ्गकार्यं यदस्ति तद् न भवितुमर्हति न भवति इति एतत् सूत्रं वदति न लुमताङ्गस्य इति सूत्रम् एतत्तु प्रत्ययलोपप्रत्ययलक्षणम् इत्यस्य अपवादसूत्रमस्ति बाधकसूत्रमस्ति इदानीं यत् प्रत्ययः विहितः तस्य कार्यं तदाश्रितं कार्यं न भवति इत्येव न लुमताङ्गस्य इत्यनेन न भवति साधारणतया तु भवति एव प्रत्ययरूपे प्रत्ययलक्षणम् इति वयं जानीमः सर्वत्र भवति एव परन्तु अस्मिन् गणे जुहोत्यादिगणे लुमान् अस्ति इति कारणात् न भवति इत्येव समीचीनं महोदय धन्यवादः उषा भगिनी पठति वा आं भगिनि आहत्य लोपप्रकरणे चत्वारि सूत्राणि क्रमेण अदर्शनं लोपः लोपसंज्ञया अदर्शनं विहितं प्रत्ययस्य लुक् श्लु लुपः लुक् श्लु लुप् इत्याभिः तिसृभिः संज्ञाभिः अदर्शनं विहितं प्रत्ययलोपे प्रत्ययलक्षणं प्रत्यये लुप्ते तथा आश्रित्यं कार्यं स्यात् न लुमताङ्गस्य लुमताशब्देन लुप्ते तन्निमित्त अङ्गकार्यं न स्यात् वयं चर्चितवन्तः अदर्शनं लोपः प्रत्ययस्य लुक्ष्लूलुपः अदर्शं लोपः लोपसंज्ञया अदर्शनं विहितं प्रत्ययस्य लुक्ष्लूलुपः तिसृभिः संज्ञाभिः अस्ति सन्ति लुक् श्लु लुपः इत्याभिः. लुक् श्लु लुपः इत्याभिः विहितं चेत् न लुमताङ्गस्य इत्यनेन लुक् श्लु लुपः इत्यनेन तन्निमित्तस्य अङ्गकार्यं न स्यात्. प्रत्ययलोपे प्रत्ययलक्षणं लुक् श्लु लुपः इत्यनेन लोपः विहितः स्यात्, प्रत्ययलोपे प्रत्ययलक्षणस्य कार्यं न अङ्गकार्यं न स्यात्. अग्रे गच्छामि वा भगिनि. तत्र अदर्शनं लोपः प्रत्ययस्य लुक् श्लु लुपः इति संज्ञासूत्रं, प्रत्ययलोपे प्रत्ययलक्षणम् इति परिभाषासूत्रं, न लोमताङ्गस्य इति प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य अपवादसूत्रम् अदर्शनमिति अनुवृत्ति अस्ति प्रत्ययस्य लुक् श्लु लुपः अदर्शनम् इति खलु अनुवृत्ति अदर्शनं लोपः इत्यनेन अनुवृत्ति अदर्शनम् इति अस्ति केवलम् अदर्शनम् इति अनुवृत्तिः प्रत्ययस्य लुक् श्लु लुपः अदर्शनम् लोपः इति अदर्शनं न अदर्शनं लोपः इति सूत्रेण अदर्शनम् इति एव अनुवृत्तिः. आमाम् आमाम् अदर्शनम् इत्येव अनुवृत्तिः अस्तु. नलुमताङ्गस्य भगिनी उक्तवती अपवादसूत्र फार् प्रत्ययलोपे जुहोत्यादिगणे विकरणप्रत्ययः शप् आसीत्, अनन्तरं तस्य श्लू अभवत्. लुमता शपः लुमता शपः अदर्शनं जातम्, अतः धात्वङ्गे शप् निमित्तकम् अङ्गकार्यं न अर्हम्. जुहोत्यादिगणे शपः शप् आसीत्, अनन्तरं श्लू आयाति चेत् शपः निमित्त अङ्गकार्यं न भवति. अत्र प्रश्नः आयाति यत् श्लू एकः प्रत्ययः अस्ति किम्? बोध्यं यत् श्लू निमित्तीकृत्य द्वित्वं भवति, अनेन प्रमाणितं यत् प्रत्ययः अस्ति एव श्लू इति अभावः नास्ति अपि तु भावः एव न दृश्यते किन्तु भावः. एवमेव लोपः लुक् लुप् इत्येते सर्वे भावाः. अत्र प्रश्नः आयाति यत् अहं पठामि भगिनि. अत्र प्रश्नः आयाति यत् श्लू एकः प्रत्ययः अस्ति किम्? बोध्यं यत् श्लू निमित्तीकृत्य द्वित्वं भवति, अनेन प्रमाणितं यत् प्रत्ययः अस्ति एव श्लू इति अभावः नास्ति अपि तु भावः एव न दृश्यते किन्तु भावः. एवमेव लोपः लुक् लुप् इत्येते सर्वे भावाः. भगिनी आं भगिनि, श्लू इति प्रत्ययः भावः स्टिल् अस्ति. श्लू इत्यनेन एव द्वित्वं विधीयते, सो भावः अस्ति. बट् श्लू इति वाट् शुड् ऐ से, इवन् दो इट् डस् नाट् एक्सिस्ट् इट् हेस् एन् एक्सिस्टेन्स् तावदेव. ओके, तत्र न्यायभाषया अभावः घट अभावः घटभावः इति अस्ति. तादृशप्रयोगः अत्र महोदयेन स्थापितं. श्लू इति अभावः नास्ति इत्युक्ते भावः, डबल् नेगेटिव्. अभावः किमर्थं वयम् अभावः इति वदामः इत्युक्ते तस्य अदर्शनं जातम् इति. तत्र अदर्शनं किमपि अदर्शनं चेत् अभावः एव किल. घटः तस्मिन् भूतले नास्ति चेत् घट अभावः इति वदामः, परन्तु श्लू निमित्तीकृत्य अत्र कार्यं भवति द्वित्वम् इति कार्यं, श्लू इति प्रत्ययस्य कारणेन द्वित्वम् इति कार्यं भवति, अतः श्लू इति भावः एव किल, तत् अस्ति श्लू इति किमपि अस्ति तस्य कारणेन कार्यं भवति अतः श्लू इति भावः। यद्यपि आदर्शनं जायते तथापि भावत्वम् अस्ति इति तदेव तदेव अस्माकं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य मूल सारः तदेव, प्रत्ययः लोपः जातः अपि तस्य लक्षणम् अस्ति इति, अत्र श्लू इति प्रत्ययस्य प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन लक्षणं न भवति, परन्तु तस्य स्वयं किमपि लक्षणमस्ति, तस्य स्व अस्तित्वं किम् इत्युक्ते द्वित्वं तावदेव। अधुना नूतनप्रश्नः उदेति यत् आदादिगणे लुक् अपि लुमान् अस्ति, जुहोत्यादिगणे श्लू अपि लुमान्, द्वयमपि लुमान् चेत् द्वयोः भेदः कः? वस्तुतः द्वयोः कुत्रचित् साम्यं कुत्रचित् न भेदः, साम्यं कुत्रचित् च भेदः, साम्यम् अस्मिन् यत् लुमान् सन् प्रत्ययलक्षणं न भवति, यत् लुमान् सन् प्रत्ययलक्षणं न भवति, पुनः भेदः यतोहि विशिष्टसूत्राणि भवन्ति लुकः कृते श्लोः कृते च, पुनः भेदः यतोहि विशिष्टसूत्राणि भवन्ति लुकः कृते श्लोः कृते च, यथा अदादिगणे उतो वृद्धिर्लुकी हलि इति सूत्रम् अस्माभिः दृष्टं, येन गुणं प्रबाद्य वृद्धिर्भवति, श्लू इत्यनेन तादृशं कार्यं न प्राप्यते, किन्तु श्लोः विशिष्टं कार्यमपि अस्ति यत् लुक् इत्यनेन न सिद्ध्यति। भगिनी, अहम् एकं वाक्यं पठित्वा अधुना नूतनप्रश्नः उदेति यत् अदादिगणे लुक् अपि लुमान् अस्ति, जुहोत्यादिगणे श्लू अपि लुमान्, ओके अहम् अवगतामि, अदादिगणे लुक् इति लुमान् शब्दं, जुहोत्यादिगणे श्लू अपि लुमान् शब्दः, द्वयमपि लुमान् चेत् द्वयोः भेदः कः? वस्तुतः द्वयोः कुत्रचित् साम्यं कुत्रचित् च भेदः, साम्यम् अस्मिन् यत् लुमान् सन् प्रत्ययलक्षणं न भवति, ओके लुम् लुमान् शब्द ओके इति अदादिगणे लुक् अपि लुमान्, ओके यत् लुमान् सन् प्रत्ययलक्षणं न भवति, पुनः भेदः ओके ओ द ईक्वल् थिङ्ग् इस् वेर् द प्रत्ययलक्षणं न भवति, ओके पुनः भेदः यतोहि विशिष्टसूत्रेण भवन्ति लुकः कृते श्लोः कृते च, लुकः श्लू एण्ड् लुक् एण्ड् लुक् विशिष्टसूत्राणि भवन्ति, ओके भेदः ओके ओके ओके यथा अदादिगणे उतो वृद्धिर्लुकि हलि इति सूत्रम् अस्माभिः दृष्टं भगिनि, येन गुणं प्रबाद्य वृद्धिर्भवति, ओके अदादिगणे श्लू इत्यनेन तादृशं कार्यं न प्राप्यते, ओके उतो वृद्धिर्हलि इति सूत्रेण अदादिगणे वृद्धिर्भवति, तत् कार्यं श्लू इत्यनेन तादृशं कार्यं प्राप्यते नास्ति न प्राप्यते, किन्तु श्लू विशिष्टं कार्यमपि अस्ति यत् लुक् इत्यनेन न सिद्ध्यति, ओके श्लू इत्यनेन समदर् कार्याणि किञ्चित् कार्याणि अस्ति, अन्यकार्याणि अस्ति तोस् कार्याणि तानि कार्याणि लुक् इत्यनेन न सिद्ध्यति. ओके, अवगतं भगिनि. विशेषः अस्ति तावदेव. लुक् भवतु वा श्लू भवतु वा, तस्य तस्य विशेषकार्याणि सन्ति एव श्लौ इति. आं भगिनि, क्षम्यतां भगिनि, तावदेव उक्तवती. तत् अहं श्लौ श्लौ सूत्रं 6.10. श्लौ परे धातोः द्वित्वं भवति. श्लौ सप्तमीयन्तम् एकं पदमिदं सूत्रं. लिटि धातोः अनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं श्लौ धातोः द्वे. श्लौ परः अस्ति चेत् श्लू परः अस्ति चेत् धातुः योगः श्लू अस्ति चेत् द्वित्वं भवति इति सूत्रं वदति. तदेव विशेषः अस्मिन् गणस्य विशेषः कः? श्लौ इत्यनेन क्षम्यतां श्लू इत्यनेन कः विशेषः इत्युक्ते तत्र द्वित्वं भवति. यदा ऋतौ वृद्धिर्लुकि हलि इति कार्यम् अदादिगणे भवति तादृश अत्र विशेषः कः इत्युक्ते श्लौ इति सूत्रम्. अनेन द्वित्वं भवति इत्येव विशेषः. धन्यवादः भगिनि. धन्यवादः भगिनि. विजया भगिनि पठति वा? आं भगिनि, नमस्कारः भगिनि, श्रूयते वा? हा श्रूयते. मन्दमस्ति भगिनि. इदानीं भगिनि इदानीं द्वित्वं जुहोत्यादिगणे श्लूना सर्वेषां धातूनां द्वित्वं भवति. यदा दा धातुः अस्ति चेत् ददा, ध धातुः अस्ति चेत् दध, बि धातुः अस्ति चेत् बिबि, हु धातु जुः इति द्वित्वं भवति. पाणिनीयव्याकरणे पञ्चषु स्थलेषु द्वित्वं भवति. श्लौ जुहोत्यादिगणे लिटि चङ्गि लुङ् इति लुङ्लकारे, चङ्गि इत्युक्ते लुङ्लकारे, अनन्तरं सन्नन्तं यङि च, एतत् पञ्चस्थलेषु द्वित्वं भवति इति तत्र दत्तम्. अग्रे पठामि वा भगिनि? अत्र अस्ति द्वित्वप्रकरणम्. एकाचो द्वे प्रथमस्य, अजादेः द्वितीयस्य, नन्द्रसंयोगादयः पूर्वाभ्यासः, उभे अभ्यस्तं, जक्षित् यादयः षट्, तुजादीनां दीर्घोऽभ्यासस्य, लिटिधातोरणभ्यासस्य संयङ्गोः श्लौ चङि दाश्वान्सा वान्मीडांश इति सूत्रेण इति एतत् सूत्रेण द्वित्वं भवति. द्वित्वप्रकरणसूत्राणि एतत् सर्वाणि सन्ति. षष्टम अध्याये प्रथमपादे प्रथमसूत्रात् आरभ्य द्वादशसूत्रपर्यन्तं द्वित्वप्रकरणं क्रमेण आगच्छति. यत् येन जुहोत्यादिगणे लिट्टि अनन्तरं लुङ्लकारे सनि यङि सर्वाणि सूत्राणि अत्र एव अस्ति. द्वित्वे जाते प्रथमभागस्य नाम अभ्यासः, मिलित्वा द्वयोर्नाम अभ्यस्तम् इति भवति. द्वित्वे प्रथमस्थान प्रथमपदं किम् अस्ति? एतत् अभ्यासः. एत् अन्यपदमपि तत्र आगच्छति, अन्यधातुः इति. एतत् मिलित्वा एव द्वयोर्नाम अभ्यस्तम् इति भवति. पूर्वाभ्यासः, एतत् तत्र विवरणम् अस्ति. अत्र द्वित्वानन्तरं यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः. यत्र द्वित्वं भवति तत्र प्रथमस्थानस्य भागः अभ्यासः इति भवति. पूर्वः प्रथमान्तम्, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रं एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं पूर्वः अभ्यासः द्वयोः इति उभे अभ्यस्तं द्वित्वानन्तरं द्वयोः समुदायः अभ्यस्तसंज्ञकः भवति कोऽपि पठितुमिच्छति वा भगिनि आं भगिनि उभे अभ्यस्तं भगिनि द्वित्वान्तरं द्वयोः समुदायः अभ्यस्तसंज्ञको भवति उभे प्रथमान्तम् अभ्यस्तं प्रथमान्तं द्विपदमिदं सूत्रम् एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुवृत्तिसूत्रम् उभे द्वे अभ्यस्तम् अत्र अभ्यास अभ्यस्तमिति द्वे पदानि पदे सः प्रथमम् पूर्व अभ्यासः इति यत्वानन्तरं प्रथम भागस्य नाम अभ्यासः दत्वानन्तरम् उभे द्वयो समुदायः अभ्यस्तम् इति नामकरणं भवति अतः धा इति धातुः स्वीकुर्मः चेत् कस्य भागस्य पूर्वोऽभ्यासः अभ्यासः इति नाम दा प्रथमं धातुमूलधातु दधा भवति अत्र दा इति अभ्याससंज्ञा दधा इति अभ्यस्त तथा इति अभ्यस्तसंज्ञा धा इति यद् प्रथमभागस्य उच्चारणं वयं कुर्मः तस्य नाम अभ्यासः पूर्वोऽभ्यासः इत्यनेन अभ्यासः इति संज्ञा सत्यम् अभ्यासकार्यं तत्र द्वित्वस्य अनन्तरं कानिचन कार्याणि सन्ति अभ्यासे सन्ति अभ्यासे अभ्यासे द्वयो पदद्वय द्वयस्थले यथा अभ्यासस्य ह्रस्वत्वम् अल्पप्राणत्वं च भवति इदं सर्वम् अभ्यासकार्यमिति उच्यते प्रथमं द्वित्वानन्तरं बहु पञ्चकार्याणि अस्ति प्रमुखकार्याणि अत्र प्रथमं अभ्यासे अभ्यासस्य ह्रस्वं भवति प्रथमभागम् दत्तम् अभ्यासः अस्ति ह्रस्वं भवति दा अत्र दा प्रथमभागं दा एव भवति ह्रस्वं भवति अल्पप्राणं च भवति अन्य उदाहरणं धा प्रति धा धा तदनन्तरम् अल्पप्राणं प्रथमं हश्व तदनन्तरम् अल्पप्राण दधा भवति इदं सर्व अभ्यासकार्यमिति उच्यते आर्धधातुकप्रकरणे विस्तरेण परिशीलयामः लिटि लुङ्गि शनि अङ्गि प्रत्ययेषु अभ्यासकार्यस्य पुनः विभजनं भवति सामान्य अभ्यासकार्यं विशेष अभ्यासकार्येण कार्यं च सामान्य अभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति सर्वेषां धातूनां कृते अभ्यासकार्यमपि पुनः द्विविधमस्ति सामान्य अभ्यासकार्यं विशेष अभ्यासकार्यं सामान्यकार्यं सर्वत्र कार्यं करोति विशेष अभ्यासकार्यं भवति द्वित्वस्य निमित्तम् अधिकृत्य यथा लिटि विशेष अभ्यासकार्यं पुनः स्लौ पृथक्तया पुनः शनि यङि चङि च विशेषकार्यं विशेष अभ्यासकार्यं प्रत्ययनिमित्तीकृत्य भवति लिट्लकारे विशेषकार्याणि अभ्यासकार्याणि सन्ति तदेव स्लौ इति कृते पुनः शनि यङि कृते अपि अत्र सन्ति प्रमुखसामान्य अभ्यासकार्याणि प्रथमं ह्रस्वः हलादिशेषः सर्वपूर्वखयः पूर्वाः खयः कुहोश्चुः उरत् अभ्यासे छच् ते सर्वं अत्र चतुर्थ अध्याये सप्तम अध्याये चतुर्थपादे नव पञ्चशतं सूत्रम् आरभ्य पर्यन्तं क्रमेण अस्ति अभ्यासे चर्चा एव अष्टमध्याय अष्टमध्याय तत्र क्रमेण एव अस्ति ह्रस्वः हलादिशेषः चत्पूर्वकयः कुहोश्चुः उरत् इति क्रमेण अभ्यासे चर्चा इति चत्वकार्यं तदेव अष्टमध्यायस्य चतुर्थपादे अस्ति अन्तिमं कार्यं ह्रस्वः पठतु भगिनि अभ्यासस्य ह्रस्वः अभ्यासस्य अर्थवर्णः ह्रस्वः स्यात् अचश्च इति परिभाषासूत्रेण यत्र कुत्रापि सूत्रेषु अश्वः दीर्घ प्लुता इत्येते शब्दाः आयन्ति तत्र अचः इति शब्दः सूत्रार्थे अपि आयाति अत्र अश्वः इति सूत्रं सम्पूर्ण अनुवृत्तस्य सूत्रम् अङ्गस्य अभ्यासस्य अचः ह्रस्वः अचः इति विस्तारं कृतवन्तः अचश्च इति सूत्रे परिभाषासूत्रेण अच् ह्रस्वकार दीर्घकार प्लुता अपि स्वीकरणीय केवलं न ह्रस्वकार एव ह्रस्वः पदमान्तम् एकपदमिदं सूत्रम् अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य अचः ह्रस्वः अच्वर्णस्य एव ह्रस्वत्वं दीर्घत्वं कृतत्वं भवति अतः अच यत्र यत्र ह्रस्वः इति लिखितं तत्र अचश्च इति परिभाषासूत्रमेव आगच्छति धन्यवादः श्रीवल्ली भगिनी पठति वा हलादिशेषः भगिनि अद्य अहं केवलं शृणोमि नास्ति चिन्ता भगिनि हलादिशेषः अभ्यासस्य आदिमहल् शेषः अभ्यासे अपरेषां हलां लोपः हल् प्रथमान्तम् आदिः प्रथमान्तं शेषः प्रथमान्तं त्रिपदमिदं सूत्रम् अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिस्य सूत्रमस्ति अङ्गस्य अभ्यासस्य हलादिः शेषः इति अत्र आदिमहल् शेषः अन्ये सर्वे सर्वेषां लोपः भवति इति अस्ति अङ्गस्य अभ्यासस्य हलादिशेषः इति अभ्यासे अपरेषां हलां लोपः इति मुख्यमस्ति अन्ये लोपः भवति चेत् अस्माकं तिङ् प्रत्ययः सर्वं लोपः भवति किल अतः अभ्यासस्य आदिमः हल् हल् शेषः अपरेषां हलां लोपः इति हलादिशेषः आदिमः इत्युक्तौ आदौ यः न तु प्रथमः अतः अजाजिधातोः द्वित्वं क्रियते चेत् आदौ अच् वर्णः न तु हल् वर्णः इति कारणतः हलादिशेषचित्तरेण अभ्यासे सर्वेषां हल् वर्णानां लोपः भवति आदिमः न तु प्रथमः इति अस्ति अस्तु अतः अट् इदानीं तत्र टकारः तत्र आदौ नास्ति अतः यद्यपि अतः आ एव अवशिष्यते अट् इति भवति आदौ यः अस्ति सः न तु प्रथमः इति किल आदौ यः प्रथमः आदौ तकारः आदौ तदेव अपरेषां हलां लोपः यद् आदौ आदौ यः अस्ति तस्य तदेव शेषः, तदेव शेषः किल, अभ्यासस्य आदिमः हल् शेषः अपरेषां हलां लोपः. अतः अट् अट् इत्यस्मिन् तकारः आदिमः नास्ति, प्रथमः अस्ति खलु, प्रथमः हल् अस्ति इति खलु इति वा. आदौ आदौ आदौ यः न तु प्रथमः इति दत्तं किल. आमाम्, अट् इत्यस्मिन् टकारः प्रथमः अस्ति, आदौ नास्ति इति खलु, न तु प्रथमः. आदौ यः अस्ति सः शेषः अपरेषां लोपः. अपरेषां हल् अस्तु, अपरेषां हल् अस्तु, हलां लोपः किल. सो प्रथमः अस्ति टकारः, क्षम्यताम्, सत्यमेव सत्यमेव, प्रथमः अस्ति तस्य तु लोपः जातः किल, आदौ यः अस्ति तद् अवशिष्यते. प्रायः किञ्चित् दीर्घ उदाहरणं दातव्यं, यत्र हल् वर्णद्वयम् अस्ति, तत्र तु अकारः इत्यनेन किञ्चित् क्रमः भवति. पश्यामि अन्यत् उदाहरणमस्ति वा. कुहोश्चुः इति अभ्यासस्य केवलं प्रथमस्थाने विद्यमानः हल् वर्णः अवशिष्यते, अन्यानि हल् वर्णानि लुप्यन्ते. एतद् किञ्चित् सम्यक् अस्ति. पच् इति धातुः, तत्र पच् पच् इति भवति, तत्र प्रथमस्थाने विद्यमानः हल् वर्णः अवशिष्यते, अतः प इति अवशिष्यते, अन्यानि हल् वर्णानि लुप्यन्ते, अतः चकारः लुप्यते अभ्यासे एव, अतः पपच् इति भवति. तद् सम्यक् अस्ति, एतद् डेफिनिशन् सम्यक् अस्ति. अभ्यासस्य केवलं प्रथमस्थाने विद्यमानः हल् वर्णः अवशिष्यते, अन्यानि हल् वर्णानि लुप्यन्ते. इदानीं समीचीनं वा महोदय? आमां समीचीनम्. अत्र किञ्चित् भ्रमः भवति, आदिमः इत्युक्तौ आदौ आदिमः प्रथमः इति समानार्थकौ विवर्ष. आमां, व्यवहारे समानार्थिका अस्ति प्रायः न्यायशास्त्रे भिन्नः भवेत्. अस्तु, जानीमः. बन्द् वन्द् वन्द् इति भवति, वन्द् वन्द् इदानीम् आदिमः हल् हल् शेषः, अन्ये हलाः तत् तेषां लोपः भवति, अतः ववन्द् इति भवति. समीचीनं किल, तद् इदानीम् अवगन्तुं शक्यते. कुहोश्चुः इति पठतु. कुहोश्चुः इति अग्रिममस्ति, सप्तमाध्यायस्य चतुर्थपादस्य द्वाषष्टि इति अस्ति. अभ्यासे कवर्गीयस्य हकारस्य च स्थाने चवर्ग चवर्गीयादेशो भवति. तत्र स्थानेन्तरतम इति परिभाषासूत्रेण उच्चारणस्थानसाम्यवशात् हकारस्य स्थाने झकारः, तदा अभ्यासे छच्च इत्यनेन झ स्थाने झकारः. कुश्च ह च तयोः इतरेतर द्वन्द्वः, कुहौ तयोः कुहोः, कुहोः षष्ट्यन्तं चु चुः इति प्रथमान्तं द्विपदमिदं सूत्रम्. अत्र अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तसहितमस्ति, सहितसूत्रमस्ति. अङ्गस्य अभ्यासस्य कुहोः चुः इति कवर्गीय अपि च अभ्यासस्य कवर्गीयस्य अपि च हकारस्य चवर्गादेशः भवति इति अस्ति. अतः हकारस्य अपि हकारस्य स्थानेन्तरमपि झकार एव भवति. अनन्तरम् अभ्यासे चर्चा इत्यनेन झकारः भवति. कवर्गीय तु अस्ति, तर्हि तत्र चवर्गीय आदेशः भवति स्थानेन्तरतमे एकवारं. तत्र तु कवर्गस्य स्थाने चवर्गः, हकारस्य स्थाने एव स्थानेन्तरतमे इत्यनेन. तर्हि अस्तु, कवर्गीय तत्र यथासङ्ग अनुदेश समानं वा? अभ्यासे चर्चा इत्यनेन च महाप्राण अनन्तरम् अल्पप्राण स्थानेन्तरतमः. स्थानेन्तरतमः प्रसङ्गम् अवलम्ब्य तुल्यतमः आदेशः भवति इति. स्थाने सप्तमन्तम्, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रं. प्रसङ्गम् अवलम्ब्य स्थाने प्रसङ्गः इति, स्थाने इति सप्तमी प्रसङ्गे सति, अन्तरतमः तत्र स्थाने सप्तम्यम् अन्तरतमः प्रथमान्तं द्विपदमिदं सूत्रं. तुल्यतमः एव आदेशः भवति इति जानीमः. एतत्तु परिभाषासूत्रम् प्रत्ययपरे अभ्यासस्य ऋवर्णस्य स्थाने अत् आदेशः भवति. उः षट्यन्तम्, अत् प्रथमान्तं, द्विपदमिदं सूत्रम्. अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः. अनुवृत्तिसहितसूत्रमस्ति. अङ्गस्य अभ्यासस्य उः अत् यत्र अभ्यासः ऋकारः अस्ति चेत् ऋ अस्ति चेत् तस्य अत् आदेशः भवति. अत् इत्युक्ते तत्र तपस्तत्कालित्यनेन ह्रस्वकारः. अनन्तरम् अत्र अर् इति भवति, ऋकारस्य स्थाने अत् आदेशः. अनन्तरं अनन्तरं हलादिस्य चैतन्येन तर्रकारस्य लोपः खलु भगिनि. अनेन सूत्रेणैव हलादिशेषः इत्यनेन तत्र अनन्तरं रकारस्य लोपः अपि भवति खलु. अथवा केवलम् अकार एव तत् भवति खलु. तत्र यत्र यथा अकारः भवति यथा अर् इति भवति एव खलु. ऋकारस्य स्थाने सदा रकारः किल, अयं अयं तु अकारः उरण्परः नित्यं रपरः एव भवति. कृ धातुः उदाहरणम् अत्र दत्तमस्ति, कृ कृ इति भवति. अनन्तरम् उरत् इत्यनेन अकारः, उरण्परः इत्यनेन रेपः, कर् कृ. अनन्तरं महलादिशेषः रेपः लोपः, ककृ. अनन्तरं कुहोश्चुः, अन्यानि कार्याणि. उरत् उरत् सर्वदा ऋकारस्य अकारः अनन्तरं रपरः. अभ्यासे चर्चा, अभ्यासे जल् स्थाने एतत्तु त्रिपादिसूत्रमस्ति. अभ्यासे जल् स्थाने जस् चर्च आदेशो भवतः. अत्र स्थानेन्तरतम इति परिभाषासूत्रेण उच्चारणस्थानसामवशात् जस् स्थाने जस् अपि च खै स्थाने चर् अनुवृत्त्यर्थम् अष्टमाध्याये. अभ्यासे सप्तमन्तं च प्रथमन्तं च द्वेपदं त्रिपदविधं सूत्रं. जलां झषि इत्यस्मात् जलां झष् इत्यनि अनुवृत्तिः. तयोर्वावचि संहितायां तयोर्यवावचि इति संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितमस्ति. अभ्यासे जलां झष् चर्च संहितायाम् इत्यस्य अत्र झष्त्वं भवति. अपि च खै स्थाने यदि खै इत्युक्ते द्वितीयमस्ति चेत् वर्गद्वितीयः अस्ति चेत् तत्र वर्गप्रथमः भवति इति अस्ति. अस्मात् अग्रे पठामि भगिनि. तत्र अनुवृत्त्यार्थम् अष्टमध्याये इत्युक्ते किं महोदय? अनुवृत्त्यर्थम् अष्टमाध्याये अनुवृत्त्यर्थम् अनुवृत्त्यर्थं तत्र यदा वयं पूर्वं प्रायः जुहोत्यादिगणस्य अजन्तदातवः इत्यस्मिन् पाठे आसीत् इति चिन्तयामि, तत्र प्रश्नः आगच्छति किमर्थम् अभ्यासे चर्चा एव अष्टमाध्यायस्य चतुर्थपादे अस्ति, अन्यानि सूत्राणि तु सप्तमाध्याये वा षष्टमाध्याये अनुवृत्त्यर्थम् अनुवृत्ति अनुवृत्ति तत्र अग्रिमसूत्रं प्रायः चर्च इति अस्ति किल, अग्रिमसूत्रे अनुवृत्ति भवति अनुवृत्ति भवति फर् अभ्यासे चर्चा कृते अभ्यासे चर्चा इत्यस्य अग्रिमसूत्रं किम् तत्र चत्वं चर् इति अनुवृत्तिः आगच्छति अतः तत्त्वं स्थापितं तावदेव कारणं किमपि अन्यत् नास्ति लाघवार्थमेव अस्तु चर् इति अनुवृत्तिः करीच इत्यस्मिन् कृते आवश्यकम् अतः अभ्यासे चर्चा अत्र स्थापितम् अष्टमाध्याये परन्तु अन्यत् किमपि अभ्यासकार्यं तत्र नास्ति चतुर्थपादे समीचीनं धन्यवादः महोदय. उषा भगिनि एकनिमिषम् अत्र किं तत्र ह्रस्वः पठितवन्तः ह्रस्वः अच्वर्णः ह्रस्वः अभ्यासस्य ह्रस्वर्णस्य ह्रस्वः भवति फलादिशेषः वयं जानीमः तत्र आदिमः वा आदिमः हल् एव अवशिष्यते अन्यानि फलां लोपः भवति. कुवोश्चुः कवर्गस्य स्थाने चवर्गादेशः हकारस्य स्थाने अपि चवर्गादेशः स्थानेन्तरतमः इत्यनेन अतः झ महाप्राण झ अनन्तरम् अभ्यासे चर्च इत्यनेन जकारः भवति. उरक् इत्यत्र ऋवर्णस्य अकारादेशः अनन्तरं उरन्त्रपरः इत्यनेन रेपः सदारपरः भवति अतः अर् इति भवति. अनन्तरम् अभ्यासे चर्चा चत्वं भवति जलां जश् चर् आदेशः भवति इत्येव सूत्राणि इदानीं पर्यन्तं सामान्यकार्यमेव दृष्टवन्तः, विशेषकार्याणि अग्रे अवगच्छन्ति. आम् इदानीं पठतु. अस्माभिः ज्ञायते यत् सार्वधातुकलकारेषु तिङन्तप्रत्ययस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. प्रथमं विकरणप्रत्ययनिमित्तकं विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं. तिङ्प्रत्ययसिद्धिः प्रथमं द्वितीयं कार्यं. तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं. भगिनि अस्माभिः कृते ज्ञायते अस्माभिः ज्ञायते त्रीणि सोपानानि सन्ति. प्रथमं कार्यं विकरणप्रत्ययनिमित्त अङ्गकार्यं धातुः विकरणप्रत्ययोः कार्यं. देन् सिद्धतिङ्प्रत्ययः विधानम्. अनन्तरं तिङ्प्रत्ययनिमित्तीकृत्य अङ्गकार्यम्. आं भगिनि जुहोत्यादिगणे अपि तदा, किन्तु द्वित्वम् अभ्यासकार्यं च अपि स्तः. द्वित्वस्य निमित्तं श्लु, अभ्यासस्य निमित्तं यः प्रत्ययः अभ्यस्तात् परे अस्ति तिङ् वा कृत् वा भवतु, तर्हि आहत्य जुहोत्यादिगणे कार्यस्य क्रमः एतादृशः. जुहोत्यादिगणे शप् विधीयते कर्तरि शप् इत्यनेन. शपः स्थाने श्लू भवति. श्लौ इत्यनेन धातोः द्वित्वं भवति. सामान्य अभ्यासकार्यम् अभ्यस्त उत्तरप्रत्ययः अस्य निमित्तं ह्रस्वः हलादिशेषः कुहोश्चुः उरत् अभ्यासे चर्च इत्यनेन विशेष अभ्यासकार्यं श्लुः अस्य निमित्तं चत्वारि सूत्राणि अस्मिन् पाठे एकं निजां त्रयाणां गुणः श्लौ अङ्गकार्यं तिञ्च कृच्च निमित्तम् ओके जुहोत्यादिगणे येन त्रीणि कार्याणि अपि सन्ति प्रथमं कार्यं शप् विधीयते शप् कर्तरि शप् इत्यनेन शपः स्थाने जुहोत्यादिगणे श्लू भवति श्लौ इत्यनेन द्वित्वकार्यम् अस्ति द्वित्वकार्ये सामान्य अभ्यासकार्यम् अपि अस्ति विशेष अभ्यासकार्यम् अस्ति सामान्य अभ्यासकार्यं वयं पठितवन्तः ह्रस्वः हलादिशेषः कुहोश्चुः उरत् अभ्यासे चर्च इति सामान्य अभ्यासकार्यं कार्याणि भवन्ति विशेष अभ्यासकार्यं श्लू अस्य निमित्तं चत्वारि सूत्राणि निजां त्रयाणां गुणः श्लौ इत्यादि अङ्गकार्यं तिञ्च कृच्च निमित्तम् ओके तिङ् कृते अथवा कृत् प्रत्यय कृते अङ्गकार्यं अस्ति चेत् दट् आल्सो इस् दट्स् द कार्यं हेस् टु बि डन् विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं नास्ति यतः शप् विकरणप्रत्ययस्य श्लु भवति श्लुः तु अङ्गकार्यस्य अभ्यासकार्यस्य निमित्तं भवति तच्च तृतीये सोपाने क्रियते येन एकैकस्य धातोः चर्चा करणीया एकवारमेव तदर्थम् अभ्यासकार्यमपि तत्रैव ओके विकरणप्रत्ययः अत्र शप् भवति शप् इति श्लू इत्यनेन इति विशेषलोपः भवति श्लुः इति अङ्गकार्यस्य निमित्तं द्वित्वं भवति तच्च एकैकधातोः चर्चा करणीया ओके तिङ् प्रत्ययसिद्धिः जुहोत्यादिगणे अङ्गम् अनदन्तम् अतः अनदन्त अङ्गानां कृते सिद्धतिङ् प्रत्ययाः भवन्ति ओके जुहोत्यादिगणे अङ्गम् अनदन्तम् ओके बिकास् शप्रत्यय न इट्स् नाट् टेन् ओके परन्तु यत्र धातुः अभ्यस्तसंज्ञकः अस्ति तत्र तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते जुहोत्यादिगणे सर्वे धातवः अभ्यस्तसंज्ञकाः अत्र सर्वत्र इमे द्वे कार्ये स्तः जुहोत्यादिगणे अङ्गम् अनदन्तं यतोहि शप् श्लुः भवति देन् तिङ् प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते ओके अदभ्यस्तात् 714 अदभ्यस्तात् 714 अभ्यस्तसंज्ञकधातु उत्तरस्य प्रत्ययस्य आदिम अवयवस्य झकारस्य स्थाने अत् आदेशः भवति अत् प्रथमान्तम् अभ्यस्तात् पञ्चमीयन्तम् ओके पञ्चमीयन्तं द्विपदमिदं सूत्रं झोन्तः इत्यस्मात् जह इत्यस्य अनुवृत्तिः आयनेय गीनी इयः पठ ख च गां प्रत्ययादीनाम् इत्यस्मात् वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्ययादेः जह अत् अदभ्यस्तात् अदभ्यस्तात् इति सूत्रं वदति अभ्यस्तसंज्ञकः धातु उत्तरस्य प्रत्ययस्य आदिम अवयवस्य जकारस्य स्थाने अत् आदेशः भवति ओके आदिम अवयवस्य जकारस्य स्थाने अत् आदेशः भवति अभ्यस्तसंज्ञक धातु उत्तरस्य प्रत्ययस्य ओके दट् ऐ केन् फालो आदिम अवयवस्य जकारस्य स्थाने अत् आदेशः भवति ओके अत् इति आदेशः जकारस्य स्थाने आदेशः जकारः कुत्र इति चेत् अभ्यस्त अङ्गात् प्रत्यय आदेः ओके अभ्यस्त अङ्गात् प्रत्यय आदेः जह इति अस्ति चेत् तत् जह प्रत्यय आदेः जह प्रत्यय आदेः तिप्तस् जि आं भगिनि ध्येयं यत् अत् आदेशस्य तकारः हलन्त्यम् इति सूत्रेण इत् संज्ञकः यतोहि अत् इत् संज्ञकः न ओ इत् संज्ञकः न यतोहि अत् तु विभक्तिसंज्ञक झी प्रत्ययस्य अवयवस्य आदेशः अतः न विभक्तौ तु स्माः इत्यनेन हलन्त्यं बाधितम् अत्र यत् अत् इति आदेशः जस्थाने प्रति आदेशे जस्थाने अत् आदेशः तत् अत् इति कृते अत् कृते तकारः हलन्त्यम् इत्यनेन न लोपः भवति न विभक्तौ तु स्माः इत्यनेन हलन्त्यं बाधितम् आम् अदभ्यस्तात् इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ् स्थाने अत् आदेशः अतः लटि झि इति झ् योगः इ अति भवति अति न तु अन्ति लोटि झि अतु न तु अन्तु अदभ्यस्तात् इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ् स्थाने अत् आदेशः भवति लटि स्थाने झि इति जकारस्य स्थाने अत् आदेशः अदभ्यस्तात् इत्यनेन अत् योगः इ अति भवति न तु अन्ति लोटि झि झ् योगः इ झ् स्थाने अत् अत् योगः देन् वाट् इस् दट् एरुः एरुः इत्यनेन अतु भवति ऐ डोण्ट् रिमेम्बर् अतु अतु भवति न तु अन्तु ओके प्रायः किञ्चित् कुत्रचित् द्रक्षित्यादयः षट् षट् वदामि तत्रापि एतद् अदभ्यस्तात् इत्यनेन जि स्थाने अति जि स्थाने अतु इत्येव भवति अदादिगणे अपि विशेषः केचन धातवः तत्र यद्यपि तत्र द्वित्वं अदादिगणे अस्ति तदापि तस्य द्वित्वस्य निमित्तकार्याणि भवति द्वित्वं तु न भवति चक्षुत्यादयः शतेन किल आं भगिनि द्वित्वनिमित्तकार्यं निमित्तकार्याणि भवति अतः प्रथमं कार्यम् अदभ्यस्तात् इति प्रत्ययनिमित्तिककार्यं किमर्थम् इत्युक्ते अभ्यस्तसंज्ञकधातुः अस्ति तत् उत्तरस्य प्रत्ययस्य कार्यं समीचीनं धन्यवादः भगिनि विजयभगिनी इदानीं पठितुं शक्यते वा पठितुं शक्यते द्वितीयं द्वितीयबिन्दुः सृजभ्यस्तविधिभ्यश्च इति सूत्रमस्ति तृतीयाध्याये चतुर्थपादे एकोन एकशतम् अस्तु. नित् लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विद् धातोः च परस्य ञि प्रत्ययस्य स्थाने जुस् आदेशः भवति. सिच् च अभ्यस्तश्च विधिः च तेषाम् इतरतरद्वन्द्वः. सिजभ्यस्तविधयः तेभ्यः सिजभ्यस्तविधिभ्यः. सिजभ्यस्तविधिभ्यः पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. नित्यं नितः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः ञेर्जुस् इत्यस्मात् जेः जुष् इत्यनयोः अनुवृत्तिः. लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. सिजभ्यस्तविधिभ्यश्च ञितः लस्य ञेः जुष् इति भवति. तत्र नित् लकारस्य नित् अस्ति चेत् तत् एतत् अवस्थायां सिच् प्रत्ययः आगच्छति चेत् तत्र विधुधातोः स्वीकुर्मः. तत्र जि स्थाने जुष् आदेशः भवति. तत्र अन्तिमरूपं स्वीकुर्मः चेत् तत्र जकारस्य स्थाने छुटि इति अनेन लोपः भवति. अनन्तरं ऊस् एव तत्र आदेशः भवति. अनन्तरं सकारस्य स्थाने सषजुचोरुः इति विसर्गः आगच्छति. अनन्तरं कर अवसानयोर् न सकारः भूत्वा विस ऋत्वं भूत्वा कर अवसानयोर् विसर्जनीयः इति सूत्रेण तत्र अन्तिमरूपं उः इति भवति. इदानीं सिच् अभ्यस्त एतत् सर्वं तत्र इतरेतरद्वन्द्वः अस्ति. अनन्तरं पञ्चम्यन्तं सिजभ्यस्तविधिभ्यश्च पञ्चम्यन्तं च इति अव्ययपदमस्ति अत्र द्विपदमिदं सूत्रम्. अनन्तरं नित्यं नितः इति सूत्रमपि तत्र कार्यं करोति. तत्र सकारस्य न वहमः एतदेव तत्र कार्यं करोति खलु भगिनि. सिजभ्यस्तविधिभ्यः च इति अस्ति. तत्र सिच् प्रत्ययः परस्य लुङ्लकारस्य विषयः तद् अनन्तरम् अभ्यस्तात् परस्य तदेव अस्माकं विषयः अभ्यस्तात् परस्य. अनन्तरं विद् धातुः तृतीयम् अनन्तरं तदेव त्रयः एव नित् लकारस्य जी प्रत्ययस्य जुस् आदेशः तदेव कार्यं. जी प्रत्ययस्य जुस् आदेशः इत्येव कार्यं. कुत्र नित् लकारस्य कुत्र कुत्र भवति? सिच् प्रत्ययात् परस्य अभ्यस्तात् परस्य विद् धातोः परस्य भवति. सिच् प्रत्ययः तु लुङ् लकारः. अभ्यस्तः संज्ञकाः एव अस्माकं कार्यं. धा धातुः स्वीकुर्मः चेत् तत्र कार्यम्. अनन्तरं विद् धातुः लिङ् लकारे विदुः इति अनेन कार्येण एव भवति. अतः त्रयः कार्यक्षेत्रत्रयम् अस्ति अत्र. सिच् प्रत्ययः परः, अभ्यस्तपरः, विद् धातुभ्यः परः. नित् लकारस्य एव नित् इत्युक्ते लुङ् तदपि नित् अस्ति, लङ् अपि नित् अस्ति, लिङ् इत्यपि नित् अस्ति. तत्र जी प्रत्ययस्य जुस् यदा भवती उक्तवती तत्र चुटु सर्वं भूत्वा तत्र उहु इत्येव अवशिष्यते. अग्रे अपि पठति वा भगिनि? आं भगिनि. तत्र अनेन लङि अभ्यस्तसंज्ञक संज्ञकधातोः परस्य निस्थाने भगिनी न श्रूयते. अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य ञिस्थाने जुस् आदेशः. जुस् इत्यस्य अनुबन्धलोपे ऋत्वविसर्गौ उः इति भवति. तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत् लङि अन् स्थाने उः इति प्रत्ययः भवति. इदानीं तत्र परस्मैपदम् आत्मनेपदम् इति अस्ति. लट्लकारः, पीतः अति, सीतः त, मि वहमः इति अस्ति परस्मैपदिनः. आत्मनेपदिनः ते आते अते से आते द्वे ये वहे वहे महे इति अस्ति. लोट् लकारे तूतात् तामतु हीतात् तंत अं वम. आत्मनेपदिनः ताम् आताम् अतां ताः आतां द्वम् ई वहिमहि इति अस्ति विधिलिङ्ग. याति यातां युः याः यातं यात यां याव याम ईत ईयातां ईरन् ईताः ईयातां ईद्वम् ईय ईवहि ईमहि इति अस्ति. अत्र अधः एव एतत् विषये किं कार्यमस्ति इति दत्तं खलु भगिनि. अतः तत्र लट्लकारस्य प्रथमपुरुष बहुवचनम् अति, लोट्लकारस्य प्रथमपुरुष बहुवचनम् अतु, अनन्तरम् अस्माकं लङ्लकार किमर्थं न दत्तम् अत्र स्मृतं वा? लङ्लकारः अत्र नास्ति किल, पी डि एफ् मध्ये अस्ति वा? तत्र कापि पेस्ट् मध्ये प्रायः त्यक्तवन्तः इति चिन्तयामि. लङ्लकारः इत्यत्र अस्माकं सिजप्यस्तविधिभ्यश्च इत्यनेन तत्र उः भवति. तत्र कार्यं बहु लघु अस्ति. अनन्तरं लङ्लकारः अस्ति पी डि एफ् मध्ये अस्ति. सा तं त अं वामा इति ताः आतां त्वम् ई वहि महि इति. भगिनि अत्र सृजभ्यस्तविधिभ्यश्च इत्यनेन नितः लकारस्य इति अस्ति, तर्हि पूर्वसूत्रे लिङ्ग तत् जे जुस् अस्ति, लिङ्ग् लकारस्य जे जुस् भवति इति अस्ति. इदानीं विधिलकारस्य एव भवति तत्र, एतत् लङ्लकारस्य लङ्लस्य कृते एव अस्ति खलु, न तु लिङ्लकारस्य कृते. तत्र एकं प्रायः पूर्वतनकरपत्रे एव वयं चर्चितवन्तः किमर्थम् अत्र सृजभ्यश्च विधिभ्यश्च इत्यनेन लिङ्ग् विधिलिङ्ग् इत्यत्र न भवति इति. तत्र किमपि यासुट् आगमस्य कारणेन तत्र विधिलिङ्ग्लकारस्य सृजभ्यस्तविधिभ्यश्च इत्यनेन तत्र आदेशः न भवति, युः इत्येव अवशिष्यते. परन्तु लिङ्ग् अत्र लङ् इत्यस्य एव ग्रहणं, विधिलिङ्ग् इत्यस्य ङित् इति ग्रहणं नास्ति इति तत्र आसीत् करपत्रे प्रायः न तस्मिन् करपत्रे आसीत्. इदानीं पर्यन्तं स्पष्टं किल? आं भगिनि. अधुना भगिनी पठति वा प्रत्यय आदेशः? एकः प्रश्नः अत्र, एतत् परस्मैपदिनः आत्मनेपदिनः एतत् अत्र दत्तं खलु भगिनि, अदन्त अङ्गविषये एव खलु? अनदन्तं किल, अनदन्तम्. अदन्तम् इति अस्माकं 1, 4, 6, 10 अदन्तम् अङ्गं गणः 1, 4, 6, 10 अदन्तम्. अन्ये सर्वे अनदन्तं किल, द्वितीयसमूहः अनदन्तम् अङ्गम्. अवगतं वा तत् भुवादिगणः? अत्र लोट्लकारे अनदन्तम् इत्युक्ते तत्र यत्र ऐ आवहै आमहै अस्ति खलु, लट्लकारे आत्मनेपदी वदति किल, लट्लकारे प्रथमं तीतः अन्ति चेत् तत्र ते आते अते एतत् समीचीनमेव. अनन्तरं लोट्लकारे तूतात् तामन्तु एतदपि समीचीनमेव. परन्तु तत्र अनदन्तविषये ताम् आताम् अतां स्व आताम् एतत् तत्र स्व आतां द्वम् ऐ आवहै आमहै इति लोट्लकारे अस्ति. परन्तु तत्र ताः आतां द्वम् ईवहिमहि इति अस्ति, ईवहिमहि लङ् मध्ये आगच्छति. तत्र कापि पेस्ट् किञ्चित् क्ले यद् स्क्रीन् मध्ये पश्यति तत्र प्रायः कापि पेस्ट् मध्ये दोषाः सन्ति खलु अत्र लङ्लकारः त्यक्तवन्तः प्रायः तत्र दोष न लङ्लकार लोट्लकार तत्र मिश्रणमस्ति भगिनि पूर्वमेव मम मन्दबुद्धिः एव अस्ति इदानीं सम्यक् एव उक्तवती किल तद् अहं तु तत्र लङ्लकारः मिस्सिङ्ग् इत्येव दृष्टवती तत्र प्रत्ययः प्रति अवधानं न दत्तवती किल तत्र मिश्रणम् अस्ति भगिनि अस्तु भगिनि अतः एव क्लेशः आगच्छति एतत् अनदन्तं वा अदन्तं वा इति तत्र अस्माकं प्रथम पूर्वतनकरपत्रम् ओरिजिनल् अस्ति किल तद् सम्यक् भवति नूतन वेब्सैट् मध्ये कापि पेस्ट् ये कृतवन्तः तत्र प्रायः त्यक्तवन्तः तत्र सूचयतु धन्यवादः सूचयतु भगिनि एतत् विषये प्रत्ययादेशः क्वचित् विशिष्टस्थितत्वम् येषु सिद्धतिङ्प्रत्ययेषु केचन परिवर्तन्ते अयं विकारः प्रत्यय आदेशः इति उच्यते प्रत्ययविषये विशिष्ट आदेशः भवति इत्यर्थं उदाहरणं परस्मैपदस्य लोटि विषये हू जल्याभ्यो हेर्दिः इति सूत्रेण हू धातुतः जलन्तेभ्यः धातुभ्यश्च हि प्रत्ययसस्थाने धि आदेशो भवति ओके हू धातु अस्ति लोट्लकारे जलप्रत्यय अस्ति चेत् धातुत हि स्थाने धि आगच्छति प्रत्ययस्थाने धि आगच्छति येन विधि तदन्तस्य इत्यनेन जलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः तेषाम् अन्ते जल् श्च जलश्च तेषाम् इतरेतरद्वन्द्वः कुजल्लः तेभ्यो कुजल्लभ्यः भूजलभ्यः पञ्चम्यन्तं हे षष्ठम्यन्तं भिः प्रथमान्तं त्रिपदमिदं सूत्रम् अङ्गस्य च अधिकारः अनुभूतिचैतसूत्रं भूजल्याभ्यः अङ्गेभ्यः हे धीः इति सूत्रं भूजल्याभ्यो हे धिः इति अत्र प्रत्यय विषये एव हु धातु अस्ति चेत् परतः जल् प्रत्यय अस्ति चेत् धातुतः हल्लन्तेभ्यः धातुभ्यश्च हि प्रत्यय जल् अस्ति धातुतः ततः अस्ति ततः हि प्रत्यय अस्ति चेत् धि आदेशः भवति पूर्वमपि दृष्टवन्तः तथा एव परस्य अनन्तरं जलन्तात् परस्य हि प्रत्ययस्य धि आदेशः परस्मे पदस्य लङ् तथैव जुहुदि इति भवति हू धातुः अस्ति चेत् बिद् इति यदा हलन्त जलन्त धातुः स्वीकुर्मः चेत् तत्र बिद्धि इति रूपम् आगच्छति एदि इति रूपमपि वयं प्रायः तत्र असिद्धवत् अत्राभात् इति यदा दृष्टवन्तः तत्र अस् धातुः अदादिगणस्य पाठे एदि इति रूपं तत्रापि पूजल्भ्यो हेर्भिः एव धी आदेशः बहुत्र आगच्छति पूजल्भ्यो हेर्भिः अग्रे भगिनि परस्मैपदी लङ्पदस्य लङि विषये अपृक्तः एकाल् प्रत्ययः यस्य प्रत्ययस्य एकेव अल् तस्य अपृक्तः संज्ञा भवति एकश्चासौ अल् एकाल् कर्मधारयः अपृक्तः प्रथमान्तम् एकाल् प्रथमान्तं प्रत्ययः प्रथमान्तं त्रिपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णम् एकाल् प्रत्ययः अपृक्तः. अत्र अपृक्त संज्ञासूत्रमस्ति अकृत् अपृक्त एकाल् प्रत्ययः. इत्येन यत्र प्रत्ययस्य एकैव हल् अस्ति चेत् तत् अपृक्तसंज्ञा भवति. अत्र लङ्लकारे सिद्धप्रत्ययः तु हल्लाभ्यो दीर्घात् श्रुतिस्थकृतं हल् हलन्तात् दीर्घन्यत्तात् दीर्घबन्तात् च सु सि सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः. अनुवृत्तिसहितसूत्रं दीर्घात् हल्याभ्योः श्रुति सि अपृक्तं हल् लुप्यते. अत्र प्रथमं हलन्ता अङ्गम् अस्ति, दीर्घन्यन्ता अस्ति, दीर्घबन्ता अस्ति चेत् परः प्रत्ययः सु ति सि सूयते. अहं मन्ये प्रातिपदिकप्रत्ययः ति सि अपि टिप्स् सिप् प्रत्ययः इतश्चैतसूत्रेण इकारः इति भवति. हलन्त्यमसूत्रेण पकारलोपः था एव ता स एव अवशिष्यते. अत् समये हलन्तात् अङ्गमस्ति चेत् प्रत्ययस्य सकारलोपः भवति. लङ्लकारे एतत् कार्यम् अस्ति एव किल. अङ्गकार्यं पठित्वा समापयामः. धन्यवादः भगिनी. रघुपतिमहोदय अङ्गकार्यं पठित्वा तृतीयम् अस्तु. तृतीयबिन्दुः तिङ्प्रत्ययस्य निमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम्. अस्मिन् सोपाने सर्वप्रथमं तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा एव सन्ति कार्यम् अङ्गकार्यम्. अङ्गकार्ये किं किं सम्भवति इति एकवारं चिन्तनीयम्. अस्मिन् पाठे सर्वे धातवः हलन्ताः, अतः सारधातुकाधातुकयोः इत्यस्य प्रसक्तिः नास्ति एव. स्मर्यतां सूत्रार्थः एवम् इगन्तधातोः अनन्तरं सारधातुकप्रत्ययः अथवा आर्धातुकप्रत्ययः अस्ति चेत् तर्हि इगन्तस्य अङ्गस्य गुणः भवति. यथा भूयोगशप् भो योग शप् भो योग अ. तादृशं कार्यम् अस्मिन् पाठे न कुत्रापि भविष्यति, यतोहि धातुः हलन्तम् इगन्तधातुः अत्र नैव सम्भवति. परन्तु अस्मिन् पाठे कुत्रचित् उपादायं लघु इक् वर्तते, अतः तादृशेषु स्थलेषु पुगन्तलघुपतस्य च इत्यनेन उपादायां गुणकार्यं. यथा दिधिष दिधिष् योग ति पुगन्तलघुपदस्य च इत्यनेन दिधेष् योग ति सन्धिकार्यं दिदेष्टि इति भवति. अन्यच्च क्वचित् विशिष्टधातूनां विशेष अङ्गकार्यं भवति. यथा बस् बस धातौ घसिबसोर्हलि च इत्यनेन उपदा लोपः अधः दृश्यताम् इति अस्ति. अत्र अङ्गकार्यमस्ति, अत्र दत्तमस्ति अङ्गकार्यं प्रथम सार्धत्कार्धतुक इत्यस्य प्रसक्तिः न भवति वा, किमर्थम् इगन्तं नास्ति अतः तत्र इगन्तधातो एव भवति. अस्मिन् पाठे तादृश न कुत्रापि नास्ति हलन्तः इतः, अतः तत्र सर्वादेवतयोः इत्यस्य प्रसक्तिः न भवति. परन्तु उपदा गुणः भवितुमर्हति, यथा तत्र दत्तमस्ति दिधेश् इति योगति उपादायम् इकारः अस्ति, तत्र दिधेश् योगति तत्र अष्टुत्वं भवति दिदेष्टि इति अस्ति. अन्यत्र कुत्रचित् विशेषककार्यं भवति, यथा बस् धातोः गसि बसोर् हलि च इत्यनेन उपधा लोपः भवति इति अस्ति. उपधा लोपः कस्य भवति? अष्टधातुः एव अस्ति किल अस्मिन् पाठे. अष्टधातुः वयं पश्यामः. तत्र एकः अस्ति बस् इति धातुः, तत्र तदेव सन्धिकार्यम् इति यद् दत्तमस्ति तद् वयं पठितवन्तः अस्मिन् पूर्वं यद्धातुपाठे हल् सन्धिः इति. तद् प्रायः एकवारं गृहपाठरूपेण पश्यन्तु. अनन्तरं यत् किमपि अस्ति अस्मिन् बहु लघु पाठः एव अदुपदधातवः सर्वं तत्र विशेषकार्यं किम् इत्युक्ते द्वित्वमेव. अन्यत् सर्वं यदा वयम् अदादिगणे वा पूर्वं जगोत्यादिगणे कृतवन्तः तादृशमेव. सन्धिकार्यं यत्र यत्र भवति तत्र बस् धातुः एव प्रथमधातुः, तत्र एव वयं पश्यामः गसि बसोर् हलिश्च इति सूत्रं. तद् प्रायः वयं कुर्मः अग्रिमसप्ताहे. किञ्चित् सन्धिकार्यसूत्राणि एकवारं दृष्ट्वा आगच्छन्तु. अनेन वयम् अग्रे गत्वा समाप्य लघुपाठः एव अष्टधातवः एव, अतः वयम् अग्रिमसप्ताहे एव तस्य पूर्णतया समापयितुं शक्नुमः इति चिन्तयामि. पश्यामः. धन्यवादः. माधव शुभरात्रिः. धन्यवादः भगिनी. धन्यवादः.